नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्यत् तुमुन्त्रिच् इति पाठः अनुवर्तते। तत्र वयं पवर्गान्तदातवः इत्यस्मिन् विषये गतपाठे दृष्टवन्तः, तस्मात् एव वयम् आरम्भं कुर्मः। तत्र सामान्यधातोः विषये किमपि तत्र विषयः नास्ति। दशसामान्य पकारान्तदातवः अनिट् दातवः आहत्य तत्र त्रयोदशदातवः, तेषु दशदातवः अनिटः। तत्र तु केवलं करीच इति कार्यं भवति। त्रयोदशधातुषु त्रयः ऋतुपदः, तेषामेव विशिष्टकार्यं, तस्मादेव वयम् अद्य पठामः। अनन्तरं यदा समापयामः पूर्णपाठः, एकवारं फुल् रिविशन् कुर्मः, अनेन तत्र सूत्राणि अपि मनसि भवेत्। आम् महोदय, भवान् एव तृप् दृप् सृप् एते त्रयधातवः तथा खलु अनुदात्ताः ऋतुपदाः। तृप् दृप् सृप् एते त्रयः धातवः अनुदात्ताः च ऋतुपदाः। तृप् दृप् सृप् एते त्रयः धातवः अनुदात्ताः च ऋतुपदाः च इत्यतः विकल्पेन तेषाम् अनागमः भवति। अधस्थसूत्रद्वयं दृश्यताम्। एका च उपदेशे अनुदात्तात् एका च उपदेश अनुदात्तात् इति सूत्रमस्ति। यः औपदेशिकधातुः एका च अपि च अनुदात्तः अस्ति तस्मात् वीतस्य प्रत्ययस्य इडागमः न भवति इति तत् इडागमनिषेधसूत्रमस्ति। सामान्यतः ये धातवः एकाचः अनुदात्ताः तेषाम् इडागमः न भवति इति। इदानीं द्वितीयसूत्रमस्ति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यामिति। अनुदात्तस्य चद्रुदुपदस्य अन्यतरस्यामिति षष्ठाध्यायस्य प्रथमपादस्य नवपञ्चाशत्तमं सूत्रम्। उपदेशे अनुदात्तः यः ऋतुपदः तस्य अनागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे। तृप् दृप् सृप् मृषु स्पृश कृषु भ्वादि दुदादि च एते इति सप्तधातवः अनुदात्तः च ऋतुपदाः। ऋत् उपधायां यस्य सः ऋतुपदः बहुव्रीहिः तस्य ऋतुपदस्य अनुदात्तस्य षष्ट्यन्तं च व्यपदं ऋतुपदस्य षष्ट्यन्तम् अनतरस्यामि सप्तम्यन्तम् अनेकपदमिदं सूत्रम्। आदेश उपदेश अशीति उपदेशे इत्यस्य अनुवृत्तिः श्रुतिदिशोः जलि अम् अकिति इत्यस्मात् जलि अम् अकिति इत्येषाम् अनुवृत्तिः अनुवृत्ति सूत्रमस्ति। उपदेशे अनुदात्तस्य ऋतुपदस्य च ऋतुपदस्य अम् झलि अकिति अन्यतरस्यामिति। तत्र अमागमः भवति कुत्र इति इत्युक्ते तत्र अनुदात्तः भवेत्, ऋतुपदः भवेत्, अपि च झल् भवेत्, झलि यदस्ति तत् अकित् प्रत्ययः भवेत् इति विकल्पेन भवति इति अस्ति। झलादि अकित् प्रत्यये परे अमागमः भवति ऋतुपदधातुः यः अनुदात्तः अस्ति इति। तर्हि स्पृश सृप् स्पृश मृष कृष इत्येते चत्वारः धातवः अनिटः। सृप् धातुः अनिटः। तृप् दृप् इत्येतौ द्वौ धातुः वेटौ अस्तु। तृप् दृप् इति अनुदात्तः अस्ति परन्तु वेट् अस्ति विशिष्टसूत्रेण वयम् अस्माभिः दृष्टं पूर्वम्। तृप् दृप् इत्येतौ द्वौ धातु वेटौ। तृप् दृप् इत्येतौ द्वौ धातु तौ एव यौ अनिट् हनन्तधातुपाठे उक्तौ। तृप प्रीडने तृप्यति तृप्तिः भवति दृप् दर्पः हर्षमोहनयोः इति दृप्यति। तर्हि कथमत्र वेट् धातुषु अपि पठितौ? वस्तुतः एतौ द्वौ धातुः मूलतः अनुदात्तौ। अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः? अनुदात्तधातोः एका संज्ञा, अनुदात्तः धातोः एका संज्ञा अस्ति। अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः। एका च उपदेश अनुदात्तात् अपि च अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यामिति। तर्हि अनुदात्त इति संज्ञा उपयुज्यते अष्टाध्याय्याम् उपदेशे अनुदात्तात् अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यामि क्षम्यताम्। तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम्। प्रायः पाणिनेः धातुपाठे दत्तं स्यात्, परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः। तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति। अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा इति? अनुदात्त इति संज्ञा अस्ति तत्र, पाणिनेः संज्ञा अस्ति, तस्य तत्र सूत्रद्वये तस्य प्रयोगः अस्ति, एक च उपदेश अनुदात्तात् अनुदात्तस्य ऋतुपदस्य इति अष्टाध्याय्यां के के धातव अनुदात्ता इति न उक्तं, बट् धातुपाठे अस्ति, परन्तु तस्य स्वरस्य इदानीं स्वरज्ञानं लुप्ता अस्ति। तर्हि के के धातवः अनुदात्ताः अनुदात्तसंज्ञकाः इति महाभाष्ये दीयते यत् हलन्तधातुषु 2-100 धातवः अनुदात्ताः, अपि च एवमपि दीयते यत् अजन्तेषु 12 धातवः, अपि च सर्वे ऊकारान्ताः दीर्घ ऋकारान्ताः च सेटः, तान् विहाय सर्वे अजन्ताः अनिटः। तत्र एकाच उपदेश अनुदात्तात् इति सामान्यसूत्रेण यः धातुः एकाच च अनुदात्तः च तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति, परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते। वयं जानीमः त्रिभिः सूत्रैः इत्युक्ते तत्र उदितो स्वरति सूति अपि च रदादिभ्यश्च अपि च निरकुशः इति सूत्रे त्रिभिः सूत्रैः धातुभ्यः इडागमः विकल्पेन भवति। तेषु धातुषु केवलं द्वौ धातुः अनुदात्तौ अस्तु, त्रिपुदृपि इति अनुदात्तौ इति, येषाम् इडागमः वा भवति तेषु त्रिपुदृपि इति धातु विहाय अवशिष्ट सर्वे सेटः इति क्षेत्रात् स्वीकृतः। अस्तु, तत्र रदादिभ्यश्च इति सूत्रे अस्तु सर्वे यत्र विकल्पेन इडागमः भवति तेषु त्रिपुदृपि न श्रूयते वा? श्रूयते वा? श्रूयते वा भगिनि? अरुणा भगिनि किमर्थं भगिनि? अरुणा भगिनि भवत्याः ध्वनिः ओ अत्र प्रश्नः अवगतः वा महोदय? भगिनि महोदय शनैः पठितुं शक्यते वा? हि गोस् वेरि विषयं महोदय, ऐ डोण्ट् नो, न न किञ्चित् प्रश्नः अस्ति, किमर्थं त्रिपदृप् इति धातुः अनुदात्तः अस्ति, तस्य अनुदात्तः अस्ति, किमर्थम् इडागमस्य निषेधार्थं वा कृतं वा इति पाणिनिः इति, परं तादृशं नास्ति। किमर्थम् इति चेत् तत्र रुदादिभ्य तत्र ये वेट् दातवः सन्ति तेषु एतौ द्वौ धातु एव अनुदात्तौ, अन्य सर्वे सेटः, अतः तत्र इडागमः भवति, परन्तु विकल्पेन कृतमस्ति इदानीं, तत्र विकल्पेन इडागमः भवति इति अस्ति, तत्र अनुदात्त अननुदात्त अस्ति, विकल्पेन इडागमः भवति इति अस्ति तत्र। यदि पाणिनेः तत्र इडागमस्य तत्र किम् अस्ति तत्र इडागमस्य निषेधार्थम् इति तत्र अनुदात्त कृता इति नास्ति इति अनेन वयं ज्ञातुं शक्नुमः। किमर्थम् इत्युक्ते अन्ये सर्वे अननुदात्ताः, ते सर्वे उदात्ताः सन्ति, तेषां तत्र तेषाम् इदानीं वेट् कृतं पाणिनेन तत्र रदादिभ्यश्च इति सूत्रेण इति चिन्तयामि, तत्तेनैव अन्ये भगिनि सा भगिनि अरुणा भगिनि श्रूयते वा प्रथमं? तदेव अधुना श्रूयते खलु? पाणिनि त्रिपुदृपापि उदात्तं कर्तुं तत् प्रभवति स्म, उदात्तं कर्तुं, किमर्थम् अन्ये सर्वे सेटः एव उदात्त एव दातवः सन्ति, एतदपि भवेत् खलु, तद् अनन्तरं वेट् इति भवति एव, परन्तु एतयोः द्वयोः एव अनुदात्तः कृतः अस्ति यत् वेट् धातुः अस्ति, अनेन वयं ज्ञातुं शक्नुमः इति अनुदात्त इति संज्ञा इड् निषेधात्मकम् इति नास्ति इति खलु, तदेव खलु सत्यं। तत्र भगिनी अवगतवती वा? अथवा पुनः पठामः भगिने इषेदक अस्ति चेत् ते अन्ये अपि तत्र अन्ये धातवः सन्ति तत्र एते वेट् सन्ति तेषामपि तत्र अनिट् क्षम्यता अनुदात्त इति कर्तुं प्रभवति स्म खलु पाणिनि परन्तु अत्र किमर्थमिति चेत् अन्तर्गमस्य आवश्यकता अस्ति इति कृत्वा एव तत्र अतः एव ज्ञातुं शक्नुमः एतत् ईडागमस्य कृते अनुदात्तः इति नास्ति परन्तु अत्र अनागमस्य कृते एव अनुदात्तः इति सत्यं तदेव विषयः भगिनी भवती पठति वा पुनः पठतु पठतु भगिनि व्रदादिभ्यश्च भगिनि न तृप् दृप् एतौ द्वौ धातु वेटौ तद् यद् महोदयेन पठितं तदेव पुनः एकवारं पुनः तृप् दृप् सृप् एते त्रयः धातवः अनुदात्ताः तस्मात् अनन्तरम् आगच्छतु तत्र मध्ये तृप् दृप् इति एतौ द्वौ धातु वेटौ इति अस्ति तृप् दृप् एते इति एतौ द्वौ धातौ वेटौ तृप् दृप् इत्येतौ द्वौ धातौ तौ एव यौ योः अनिट् हलन्तधातुपाठे तृप् प्राणिना प्रीणने दिवादिगणेयया परस्मैपदे तृप्यति दृप् हर्षमोहनयोः दिवादिगणे परस्मैपदे दृप्यते तस्य कथम् अत्र वेट् धातुषु अपि पठितौ वस्तुतः तु एतौ द्वौ धातुः मूलतः अनुदात्तौ प्रथमं वदतु भगिनि विल् गो स्टेप् बै स्टेप् ओके अत्र धातुद्वयम् अस्ति तृप् दृप् द्वौ धातौ अनिट् हलान्त धातुपाठे उक्तं तृप् धातु दिवादिगणे अस्ति दृप् अपि दिवादिगणे अस्ति तृप् धातु अपः प्रीणने दृप् धातुतः दृप्यते दृप्यते तर्हि अत्र किमर्थं धातु अनिटने अनिट् इति वक्तं परन्तु वेट् अपि भवति कथं भवति इति प्रश्ने उदेति समाधानमस्ति वस्तुतः एतौ द्वौ धातु मूलतः अनुदात्तौ वयं पठितवन्तः एकाच उपदेश अनुदात्तात् अनुदात् अस्ति वेट् अनिट भवति अनिट अनिटः न भवति निषेधः भवति अतः अनिट् पाठे किमर्थम् अनिट् पाठे अपि अस्ति किमर्थं वेट् पाठे अपि इति प्रश्नः अनिट् पाठे किमर्थम् अस्ति इत्युक्ते मूलतः द्वौ धातु अनुदात्तौ अतः अनिट् पाठे अस्ति आम् अग्रे भगिनि अनुदात्तः नाम कः अपि च कथं जानीमः के धातवः अनुदात्ताः अनुदात्ताः धातोः एका संज्ञा अत्र पाणिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्यां संज्ञायाम् उपयोगः कृतः एका च उपदेश अनुदात्तात् अनुदात्तस्य च रुदुपदस्यान्तं अन्यतरस्य रुदुपदस्यान्यतरस्याम् इति तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्याय्यं किन्तु अस्मिन् ग्रन्थे के धातवः अनुदात्ताः इति न उक्तं प्रायः प्राणिने धातुपाठे तदेव अनुदात्तनाम ग्रन्थे वयं च पठितवन्तः एक अनुदात्त अनिटरि इति अनुदात्तनाम के धातवः अनुदात्ता के न इति कथं जानीयं अनुदात् छन्न अस्ति वा अन्यत् अन्या अस्ति वा पाणिनेन दत्तं वा इति प्रश्नः चेत् एकाच् उपदेशे अनुदात्तात् अनुदात्तश्च च रुदपदश्च अन्यतरस्यां सूत्रे पाणिनिना सूचितं प्रसङ्गवशात् द्वयोः सूत्रयोः अस्तसंज्ञायाः उपयोगः कृतः तावदेव अनुदात्त इति कश्चन संज्ञा अस्ति यत् पाणिनेः प्रयुक्तं सूत्रद्वये एका च उपदेशे अनुदात्तात् अनुदात्तस्य चतुपदस्य अनुतरस्यां प्रायः अन्यस्मिन् विषये स्यात् परन्तु तद् किमपि न उपलभ्यते इदानीम् तावदेव अस्मिन् परिच्छेदे अस्ति प्रश्नः सूत्रमस्ति खलु तत्र तत्र अनुदात्त उच्चे उदात्त नीचे अनुदात्त संज्ञा अस्ति तस्य प्रयोगः अत्र कृतमस्ति सत्यं सत्यं तावदेव तत् तस्य विषये अन्ये अन्यत् किमपि उक्तवान् वा न वा इति वयं न जानीमः तद् तु न प्रकटि दर्शनेन यत् अस्याः महत्त्वमस्ति इति जानीमः परन्तु कस्य कस्य धातोः इति अनुदात्तसंज्ञा इति अग्रे आं भगिनि महाभाष्ये दीयते यत् महाभाष्ये दीयते यत् अलन्दधातुषु दश अधिकशतधातवः अनुदात्ताः अपि च एवमपि दीयते यत् अजन्तेषु द्वादश योगः सर्वे उकारान्ताः च दीर्घरुकारान्ताः च सेट् तान् विहाय सर्वे अजन्तः अनिटः वयं जानीमः हलन्त सामान्यतया हलन्तधातवः अनुदात्तः सेटः 102 धातवः सन्ति परन्तु अजादिधातुविषये द्वादश अजन्तधातवः उकारान्त च अपि च सर्वरूक ऊकारान्त रूकारान्तदातवः सेट् सर्वान् विहाय सर्वे अजन्तः अनिटः तत्र एका च उपदेशे अनुदात्तात् इति सामान्यसूत्रेण यः धातु एका च अनुदात्तः च तस्मात् विहितस्य प्रत्ययस्य इरागमो न भवति परन्तु त्रिभिः सूत्रैः विकल्पेन इरागमो विधीयते एभिः त्रिभिः सूत्रैः धातुभ्यः इरागमः वा भवति तेषु धातुषु केवलं द्वौ धातु अनुदात्तौ तृप् दृप् येषाम् इडागमः वा भवति तेषु तृप् दृप् इति धातु विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृतः ओके वयं जानीमः एका च उपदेश अनुदात्त इति सामान्यसूत्रमस्ति यत्र एकाच् अस्ति अनुदात्त अस्ति ततः अत्र इडागमः न भवति परन्तु त्रीणि सूत्रे सूत्राणि सहायमस्ति वदन्ति विकल्पेन इडागमः भवति इति अत्र त्रीणि धातवः सन्ति परन्तु तृप् दृप् द्वौ धातु धातुभ्यः इडागमः वा भवति विकल्पेन भवति तेषु धातु केवलं द्वौ धातु एव तृप् तृप् अन्यत् येषां विडागमः वा भवति तेषु तृप् दृप् इति धातु विहाय अवशिष्टधातवः सर्वे सेट् ओके सामान्यसूत्रमस्ति एकाच् उपदेशे अनुदात्तः अत्र इडागमः न भवति परन्तु सूत्रैः त्रीणि सूत्राणि वदन्ति त्रीणि त्रयधातवः इडागमः विकल्पेन भवति अत्र तृप् दृप् अन्तरमस्ति केवलं तृप् दृप् द्वयमेव धातु द्वयमेव अस्तु, तत्र अतः तृप् दृप् इति धातुद्वयम् अनिटौ तेषामेव विकल्पेन इडागमः भवति. वेट् इति अन्ये धातवः ये वेटः सन्ति ते सर्वे सेट् इति क्षेत्रात् स्वीकृतः, अणिक्षेत्रात् द्वयमेव तृप् दृप्, अन्ये सर्वे सेट् क्षेत्रात् स्वीकृतः, ते एव वेट् दातवः इति. त्रिभिः सूत्रैः यदा महोदयेन उक्तं निरः कुशः, अनन्तरं किम् आसीत् रदादिभ्यश्च, अनन्तरं तद् दीर्घसूत्रं स्वरति सूति सूयति दूयति उदितो वा इति सूत्रत्रयम् एव तत्र वेट् परस्य वलादेः आर्धधातुकस्य वेट् स्यात् इति. सो तत्र तृप् सृप् एव अनिट् क्षेत्रात् आगतः, अन्ये सर्वे तत्र यद् उक्ताः दातवः तु सेट् क्षेत्रात् स्वीकृतः इति. अवगतं खलु भगिनी इदानीं स्पष्टमस्ति? अस्तु, विजया भगिनी पठति वा? आसीत् इति चिन्तितवती. मास्तु वा? अस्तु, उषा भगिनी. अस्तु, अहं पठामि भगिनी. अत्र पास्वर्ड् करणीयम्. इदानीमत्र महाभाष्ये एव खलु, तस्मात् अग्रिमपरिच्छेदः रदादिभ्यश्च अपि येषु च त्रिषु सूत्रेषु एतदेव वा? आम् आम्, भवान् पठितवान् खलु एतत्? न पठितवान्. येषु च त्रिषु सूत्रेषु एकमस्ति रदादिभ्यश्च, येन विशिष्टसूत्रेण रद नश् तृप् दृप् दृह् मुह स्नुह निह इत्येभ्यः धातुभ्यः वलादेः आर्धधातुकस्य इडागमः विकल्पेन भवति. एवञ्च रदादिभ्यश्च इति सूत्रम् एकाच उपदेश अनुदातात् इति सामान्यसूत्रस्य अपवादः. एकाच उपदेश अनुदातात् इति सामान्यसूत्रेण इडागमनिषेधः भवति स्म, तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते. त्रीणि अपि वेट् विधायकसूत्राणि इडागमः इडागमनिषेध अपवादाः वा इडागमविधान अपवादाः वा भवन्ति. तृप् दृप् स्वीकृत्य इडागमनिषेध अपवादाः अन्यानि अपि वेट् धातूणां स्वीकृत्य इडागमविधानम् अपवादः विधान अपवादाः इति अस्ति. अत्र रदादिभ्यश्च एकाच उपदेश अनुदातात्, अनन्तरमत्र अनुदातस्य चर् उपदस्यान्यतरस्यम् एतदेव वा? त्रीणि सूत्राणि किं किम् अत्र महोदये? न तद् नास्ति, तद् रदादिभ्यश्च एकं सूत्रम्, अनन्तरं किम् आसीत् निरः कुशः, अनन्तरं तद् प्रथमं स्वरति सूति सूयति भूयितो वा इति सूत्रं, तदेव सूत्र. निरकुशः स्वरति सूति सूयति भूयितो वा इति, अनन्तरं रदादिभ्यश्च येन विशिष्टसूत्रेण अत्र रद नश तृप् दृप् दृह मुह स्नुह स्निह इत्येभ्यः धातुभ्यः वलादेः आर्धधातुकस्य इडागमः विकल्पेन भवति. एकस्मिन् पक्षे इडागमः श्रूयते, अन्यस्मिन् पक्षे इडागमः न श्रूयते एव. एवञ्च रदादिभ्यश्च इति सूत्रेण इति सूत्रम् एकाच उपदेश अनुदातात्, एकाच् अपि अस्ति, उपदेश अवस्थायामपि अस्ति, अनुजातात् इति अपि अस्ति. एतत् सामान्यसूत्रस्य अपवादसूत्रं रदादिभ्यश्च इति. एका च उपदेश अनुदातात् इति सामान्यसूत्रेण इडागमः निषेधः भवति. अत्र वलादिप्रत्ययं नास्ति, अतः इडागमः निषेधः एव भवति. तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते. रदादिभ्यश्च इति सूत्रं वयं स्वीकुर्मः चेत् अत्र इडागमस्य चिन्तनं भवति, अनन्तरं न भवति इति. एकस्मिन् पक्षे भवति, अन्यस्मिन् पक्षे न भवति. त्रीणि अपि वेट् विधायकसूत्राणि इडागमः निषेध अपवादाः. एतत् त्रीणि विधायकसूत्रम् अत्र वेट् अस्ति. एकस्मिन् पक्षे भवति, अन्यस्मिन् पक्षे न भवति. इडागमः निषेध अपवादः, निषेधमस्ति अत्र. एकस्य उपदेश अनुदातात् इति अत्र अस्ति चेत् अत्र अपवादाः वा इडागमविधायक विधानम् अपवादाः वा भवन्ति, विधानमपि न भवति इति. तृप् दृप् स्वीकृत्य इडागमनिषेध अपवादाः, अत्र धातु द्वौ, अत्र तृप् दृप् स्वीकृत्य इडागमनिषेध अपवादाः. अनन्तरम् अत्र वेट् धातून् स्वीकृत्य इडागमविधानम् अत्र अपवादाः अपि भवति इति. अपवादः इत्युक्ते अत्र पूर्वं वयं दृष्टवन्तः बलवत् भवति इति. तृप् तृप् दृप् इति धातु अनिट् धातु, अतः इडागम तत्र क्षम्यतां तद् अनुदात्तौ, अतः एका च उपदेशे अनुदात्तात् इत्यनेन सामान्यतया तत्र इडागमनिषेधः भवति. तस्य अपवादः अतः तत्र रदादिभ्यश्च इत्यनेन कृतम्, अतः इडागमनिषेध अपवादः. अन्ये सूत्राणि तु तत्र इडागमविधान अपवादः, अनेन तत्र इडागमः यदा भवती उक्तवती एकस्मिन् पक्षे भवति, अन्यस्मिन् पक्षे न भवति. अस्तु, अग्रे उषा भगिनी. बोध्यं यत् अष्टाध्याय्यां केवलम् इट् शब्दः लभ्यते. सेट् अनिट् इत्येते त्रयः शब्दाः अष्टाध्याय्यां न लभ्यन्ते. तर्हि इट् इति संज्ञा लभ्यते, अपि च अनुदात्तः इत्यपि लभ्यते. सौकर्यार्थं सेट् अनिट् वेट् इति वदामः, परन्तु मूलसंज्ञा अस्ति अनुदात्तः. अस्तु, अष्टाध्याय्यां सूत्राणां कृते सेट् अनिट् इति न लब्धाः, परन्तु अनुदात्तः इति संज्ञा अस्ति इत्यनेन सेट् अनिट् वेट् इति सौकर्यार्थम् एव मूलसंज्ञा अस्ति अनुदात्तः. अस्तु, अतः अष्टाध्याय्याः च महाभाष्यस्य च पठनेन धातुस्वरभावप्रसङ्गे किं जानीमः, धातुस्वभावप्रसङ्गे किं जानीमः. महाभाष्यात् जानीमः खे धातवः अनुदात्ताः, अतः स्वभावतः मूलतः धातुः अनुदात्तः अस्ति न वा इति जानीमः, न तु सेट् अनिट् वेट् इति. धातुः अनुदात्तः चेत् एकाच् उपदेशे अनुदात्तात् इति सूत्रेण सामान्यतया तस्मात् धातुतः इडागमः न भवति, नाम स च धातुतः अनिट् इति वदामः. अस्तु, अपि च अनुदात्तः नास्ति चेत् उदात्तः नाम धातुतः इडागमः विधीयते. अस्तु, धातुः सेट्. एवं च महाभाष्यस्य द्वारा के धातवः अनुदात्ताः, के च उदात्ताः इति के धातवः अनुदात्ताः, के च उदात्ताः इति ज्ञायते. तदा अष्टाध्याय्यां त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते, नाम के धातवः वेटः इति ज्ञायते. अस्तु, सो अष्टाध्यायः अपि च महाभाष्यस्य च पठनेन धातुः के धातवः अनुदात्ताः, के धातवः उदात्ताः इति ज्ञायते. उदात्त अनुदात्तः इत्यस्य कृते लैक् अधः स्वरः अस्ति के के धातवः अधः स्वरः अस्ति चेत् अनुदात्तः अनुदात्तधातोः कृते एकाच् उपदेशे अनुदात्तात् इति सूत्रेण धातुतः इडागमः न भवति अनुदात्तधातवः अनिटः नाम धातुः अनिट् इति अस्तु अनुदात्तः नास्ति इति चेत् उदात्तः अस्ति इति चेत् धातुतः इडागमः विधीयते भगिनी अनुदात्तः नास्ति चेत् उदात्तः अस्ति वा अनुदात्तः नास्ति एव इति वा धातुः अनुदात्तः नास्ति चेत् धातुः उदात्तः उदात्तः अस्ति चेत् इडागमः विधीयते उदात्तः अस्ति चेत् इडागमः विधीयते सेट् धातु परन्तु धातु केन् बि जस्ट् अनुदात्तः नास्ति बट् उदात्तः अपि नास्ति इति वक्तुम् इति स्वरिता अपि लैक् अनुदात्तः अपि नास्ति स्वरिता अपि अनुदात्तः इति वदामि चेत् पर्याप्तं खलु अनुदात्तः अननुदात्तः सारि अननुदात्तः या अननुदात्तः मीन्स् अबौट् उदात्त अण्ड् स्वरिता स्वरिता बट् भगिनि धातु सन्ति वा यत्र उदात्तः अपि नास्ति अनुदात्तः अपि नास्ति न त्रिषु एकः भवति एव ओ अस्तु अस्तु एकः भवति एव अस्तु सो इट् अनुदात्त उदात्त अथवा स्वरिता तत्र चिह्नम् इदानीं न लभ्यते तावदेव परन्तु एकः भवेत् एव तादृशं किमपि नास्ति इति न अस्ति वा महोदय तादृशं नास्ति खलु त्रयः खलु उदात्तकारः स्वरिताकारः अनुनासिक अननासिक इति खलु तादृशभेदः खलु तद् अष्टादश ग्रहणम् इति उक्तवन्तः खलु वयं तदेव तदेव अस्ति अत्र अकारस्य अकारस्य अष्टादश एतादृशनास्ति तत्र वेदे तत्र स्वरितस्य भेदः भिन्नभिन्नभेदः अस्ति तत्र जात्यस्वरित तत्र अस्ति तत्र स्वरितभिन्न अस्ति परन्तु एतदेव अस्ति पाणिनीयव्याकरणे त्रयः एव उदात्त इति खलु भगिन्याः प्रश्नः स्वरितभिन्न उदात्तभिन्न अनुदात्तभिन्न इति किमपि अन्यत् अस्ति वा इति त्रिषु एकः भवेत् त्रिषु एकः भवेत् तत्र प्रायः यदा महोदयेन उक्तम् अत्र अननुदात्तः इति वक्तव्यमासीत् स्वरितविषये किमर्थं अहं चिन्तितवान् तदा स्वरित धातु अस्ति वा इति न जानामि कुत्र अस्ति इति तत्र अनुदात्तधातु वयं तत्र भवति स्वरितधातुः अस्ति वा इति फिल्टर् अपि अस्ति खलु महोदय एकनिमिषं पश्यामः अत्र तु फिल्टर् अस्ति वा खलु स्वरित एकनिमिषं स्वरितङितः कर्तृभिप्राये क्रियापले क्रियापले नित् अस्ति परन्तु अवशिष्टस्वरः भवेत् खलु इडागमस्य कृते अवशिष्टस्वरस्य कृते पश्यामः अत्र अस्ति वा इत्संज्ञकस्वरस्य अस्ति परन्तु न जानामि अहं न दृष्टवान् स्वरभेदः उदात्त उपदेशः अनुदात्तोपदेशः इत्येव अस्ति स्वरित उपदेशः इति नास्ति स्वरितोपदेशः नास्ति सम्यक् तदेव तद् नास्ति अतः एव उदात्तः अनुदात्तः उदात्तः इति ज्ञायते तदा अष्टाध्यायां त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते ओके नाम के धातवः वेटः इति ज्ञायते अस्तु अग्रे पठामि वा भगिनि आहत्य तृप् दृप् इति द्वौ धातु मूलतः अनुदात्तौ अस्तु परन्तु किमर्थम् अनुदात्तौ इति चेत् येन इडागमनिषेधः स्यात् इति तु नास्ति यतोहि रदादिभ्यश्च इत्यनेन साक्षात् उच्यते यत् अनयोः दातवः इडागमः विकल्पेन विधीयते. तृप् दृप् इति द्वौ धातु मूलतः अनुदातौ अनुदाता एव अस्ति, अनिट् एव, परन्तु रदादिभ्यश्च इति सूत्रेण वेट् धातु भवति. ओके, तर्हि तृप् दृप् इत्यनयोः द्वयोः अनुदातत्वं किमर्थम् उक्तम्? येन अम्मागमः भवेत्. ओके, अनु ऋद् उपदस्य. ओके, यम् येन अमागमः भवेत्. अनयोः द्वयोः धातोः अनिट् अनिट्त्वेन सह कोऽपि सम्बन्धः नास्ति. ओ अस्तु, ऋद् उपदस्य अन्यतरस्य मडुसत् सूत्र एक अनुदात्तस्य चर् अनुदात्तस्य ऋद् उपदस्य अन्यतरस्याम् अस्तु. सो तत्र अनिट् इति विषयः नास्ति, अम् आगमस्य कृते एव इति. अनेन तद् भवति अम्मागमः विकल्पेन विधीयते. अनयोः अनुदात्तत्वं तर्हि किमर्थम् उक्तम्? अम् आगमार्थम्. ओके, येन अनुदात्तस्य च ऋद् उपदस्य अन्यतरस्याम् इत्यनेन अम्मागमः विकल्पेन विधीयते. अस्तु, एकः एव पठित्वा समापयति. अस्तु भगिनि, ध्येयं यत् यद्यपि एतौ द्वौ धातु वेटौ नाम इडागमः भवति विकल्पेन, तथापि अम् आगमपक्षे इडागमसहितरूपं न भवति. ओ अस्तु, अम् आगमपक्षे इडागमसहितरूपं न भवति यतोहि जलादौ प्रत्यये परे एव अमागमः विधीयते. अनुदात्तस्य च उपदस्य अन्यतरस्यां जलि इति अनुदात् इत्यनेन उपदेशे अनुदात्तः यः रुद् उपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. तर्हि ओके, तर्हि रदादिभ्यश्च इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम् इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेत् एव अम्मागमः विधीयते. ओ अस्तु अस्तु, सो अनुदात्तस्य चर् च ऋद् उपदस्य अन्यतरस्यां रदादिभ्यश्च इत्यनेन तृप् दृप् धातु द्वयोः विषयः द्वयोः धातुविषयः देर् ईडागमः इडागमः नास्ति चेत् एव अमागमः विधीयते इति. किमर्थम् इत्युक्ते जलादि कित् ङित् प्रत्यये परे अकित् प्रत्यये परे एव अमागमः. अकित् प्रत्यये परे इत्युक्तौ पित् प्रत्ययः इति. इत्युक्ते अस्माकं तव्यक्तु मुन्त्रिचि खलु पित् नास्ति तद् जलादि एव जलादि अकित् अकित् प्रत्ययः. इदानीम् अमागमः तत्र विकल्पेन जलादि अकित् प्रत्यये परे एव. इडागमः आगच्छति चेत् इ इति भवति खलु अजादि, तदा न भवति. तदा न भवति, अमागमः न भवति. न भवति तावदेव तावदेव. समीचीनं वा? एतत् प्रथमप्रश्नः, इतोपि प्रश्नाः सन्ति अग्रे. एतत् प्रथमप्रश्नः, एतदवगतं खलु? आं भगिनि. अस्तु महोदय, रदादिप्य रदादिभ्यश्च इति सप्तमाध्यायस्य द्वितीयपादस्य पञ्चचत्वारिशत्तमं सूत्रमस्ति. रदादिभ्यश्च रद् नश तृप् दृप् दृः मुः स्नुः स्निः इत्येतेभ्यः धातुभ्यः वलादेः आर्धातुकस्य इड् द्वा स्यात् इति. अनिडादि तव्यत् तुमुन् तृच् प्रत्ययः जलादि अकितः, अतः तेषु परेषु अमागमः भवति. तदा इको यणचि इत्यनेन यणादेशात् अमागमम् इत् अस्ति इति कृत्वा विदुत्वन्त्यात् परः इत्यनेन ऋकारस्य अनन्तरं भवति अस्तु तदा इको एणचि इति भवति सृप् धातुः अनिट् सृप् योग अव्यत् यत् सृप् धातुः अनुदात्ता अस्ति तर्हि अनुदात्तस्य च ऋतुपदस्य अनुतरस्यम् इति सूत्रेण तत्र अमागमः वैकल्पिक अमागमः भवति एतत् सृप् धातुः अनिट् अस्ति अतः एकमस्ति जलादि अकित् भवति अव्यत् इति जलादि अस्ति अकित् अपि अस्ति कित् नास्ति तर्हि सृप् योग तव्यत् इदानीं सृ योग अम् योग प योग तव्यत् इकोयणकि इत्यनेन तत्र स्रप्तव्य स्रप्तव्य इति तत्र अकार पकार खरिचय इत्यनेन तत् पर्जन्यवत् भवति पर्जन्यवत् भवति स्रप्तव्यम् इति भवति अमागमः यत्र न भवति तदा सृप् इत्यस्य तत्र पुगन्तलघुबद्धस्य च इत्यनेन सर्प् तव्य सर्तव्य इति भवति तत्र गुणः भवति गुणः भवति इति अस्ति तर्हि तत्र पुगन्तलघुबद्धस्य च इत्यस्य अपवादसूत्रमस्ति एतत् अनुदात्तस्य वा तत्र अपवादः भवति वा तत्र यदि यदि गुणः भवति तर्हि तत्र अनुदत्तस्य ऋतुपदस्य अनतरसाम् इति पूर्वसूत्रमस्ति तत् न कार्यं न तस्य कार्यं न भवति एव सत्यं खलु परन्तु सत्यं सत्यम् आम् आम् आम् एतत्तु अनिट् खलु धातु वेट् अनिट् धातु अतः धातुत्रयम् उक्तं खलु सृप् तृप् दृप् त्रयं वा चत्वारः वा आदौ तृप् दृप् तृप् दृप् एव खलु तत्र तृप् दृप् एव तत्र वेट् अस्ति एतत् अनुदात्त अनिट् एव अस्ति अनुदात्त अनिट् एव तद् अनिट् अस्ति परन्तु वेट् अस्ति तत्र तृप् दृप् इति तत्र वेट् अस्ति अनुदात्त अस्ति वेट् अस्ति तत्र त्रयः रूपाणि एतत् परिच्छेदः प्रायः पूर्वं पुनः तदेव किमर्थम् इदानीं वयं तृप् दृप् विषये एव पठितवन्तः खलु तदेव भवेत् खलु उपरि अतः एव तत्र महोदयेन खलु एतत् न पकारान्तः सम्यक् तद् सम्यक् इदानीम् अस्माकं चर्चा किम् आसीत् तृप् दृप् विषये एव आसीत् खलु अतः इदानीं तृप् दृप् इत्यस्य रूपसाधनमेव पूर्वं भवति इदानीं सृप् धातुः विषये किमर्थं मध्ये आगतं तदेव मम भ्रमः अभवत् तद् कापि पेस्ट् सामान्य अनिट् धातुः अस्ति इति कृत्वा सामान्य अनिट् धातुः अस्ति कापि इदानीं पकारान्तविशेषधातुः तृप् दृप् इति And I think wants to show the difference between trip drip apicha srip satyam tadapi dhatu asti dvayam api kalu dvayam api anudatta dhatu asti idanim shikuru anu dvayam api srip api anudatta dhatu asti anita asti trip dhatu anudatta asti parantu weight asti weight asti tatra चर्चा विषयं आं वदतु महोदय सुमुन् सुमुन् स्रप्तुं सर्प्तुम् इति भवति सर्ता स्रप्ता इति रूपद्वयं तत्र त्रिचि इति अस्ति अग्रे प्रायः आं प्रायः अरुणा भगिनी पठति धन्यवादः महोदय अरुणा भगिनी अग्रे तृप् दृप् इति द्वौ द्वातु वेतौ यथोक्तम् अग्रिममेव यदा महोदय इदानीं तृप् पठितवान् अग्रिमदातु ओके प्राप्तं भगिनि एवमेव तुम्मुन् तृच् इत्यनयोः कृते रूपाणि कल्पनीयाः यत् तृप् दृप् इति द्वौ धातु वेटौ यथा उक्तम् इदादि तव्यत् तुमुन् तृच् प्रत्यये परे अमागमः न भवति यतोहि अनुदात्तस्य च ऋतुपदस्य चान्यदरस्याम् इत्यनेन अमागमः भवति जलादिप्रत्यये परे इदादि तव्यतुमुन् तृच् प्रत्ययः जलादयः नास्ति अतः आहत्य तृप् धातोः त्रीणि रूपाणि भवन्ति तथैव च दृप् धातोः ओके तृप् दृप् धातोः वेदः वेद इदादि अत्र इदादि तव्यतुमुन् तृच् प्रत्ययपरे अम् आगमः न भवति अम् आगमः केन सूत्रेण भगिनि रुदपदस्य अन्यतरस्य अम्बान् अत्र तृप् दृप् विषये सूत्रेण तव्यतुमन्त्रुच् इदादिप्रत्ययः अत्र न भवति अत्र ये अस्ति अतः अनुदात्तस्य च रुदपदस्य अन्यतरस्य न भवति इदादि तव्यतुमन्त्रुच् प्रत्ययः जलादयः न अतः आहत्य तृप् धातोः त्रीणि रूपाणि भवन्ति तत्रैव च दृप् धातोः रूपाणि इदादिपक्षे तृप् युग एतव्य उगन्तलघुपदस्य च इति सूत्रेण इक्वर्णस्य गुणः भवति तर्पितव्य इति भवति तर्पितव्य तर्पितव्यं तर्पितव्य तर्पितव्या तर्पियत्वं तर्पियत्वः तर्पियत्वम् एवमेव तृप्ता तु इदादिपक्षे तर्पितुं भवति तृप् धातुतः तत्ता भवति तर्पितृ भवति भगिनि सत्यं तर्पितृ तर्पिता तर्पिता तर्पितृ तर्पितृ अनाड अनिट् अधिपक्षे तृप् युगतव्य अत्र तव्यदिति जलादिप्रत्ययः अनुदात्तस्य च रुदुपदस्य अन्यत्रासूत्रेण अवमागमः भवति तृप्तव्या भवति गुणः भवति तदनन्तरं गुणः न भवति गुणः अमागम एव भवति तदेव तृप् तृप् तृप्तुं भवति तृप् तृप्तृ भवति तृप्त्वा तृप्तृ तृप्ति इति रूपं भवति आगमः न भवति चेत् तृप् युगतव्य पुगन्तलघुपदस्य इत्यनेन गुणभूति तर्तव्य तृप् युगतुं तर्तुं तृप् युगतृच् तृ तृप्ता तृप्तृ तृप्त्री भवति त्रीणि पदमम् इदागपक्षे रूपमु अनादिपक्षे रूपं तद् अमागम अस्ति अन्यस् विषये अमागम न अस्ति ओके सम्यक् इति रूपत्रयं भवति सम्यक् धन्यवादः भगिनी विजया भगिनी करोति वा दृप् दृप् धातुः तत्रापि त्रीणि रूपाणि आं महोदय अत्र दृप् धातुः अपि तदा त्रीणि रूपाणि भवति तृप् योगः युक्तव्य अत्र तर्पितव्य दर्पितव्य अनन्तरम् अत्र अम् आगमः भवति चेत् अत्र दर्पितुं दर्पितव्य खलु दर्पितव्यत् अम् आगमः सति चेत् अत्र तर्तितव्यम् अमागमः भवति चेत् तत्र जलादिडागमः न भवति अमागमः आगच्छति इडागमः न भवति एव दत्त एतदेव खलु दत्त द्रप्तव्य खलु समानं दर्प्त किम् उक्तवती दर्प्ता दर्प्ता इति यदा अम्मागमः भवति द्रप्ता इति अम्मागमः दर्प्ता इति अम्मागमः दर्पिता इति इडागमः इडागमः अपि च गुणः दर्पिता दर्पिता दर्पितुं दर्पितव्यं द्रप्ता द्रप्तुं द्रप्तव्यं दर्प्ता दर्तुं दर्तव्यम् इति रूपत्रयम् इडागमस्य कृते तत्र अमागमः न भवति न भवति इडागमः अस्ति चेत् अमागमः न भवति अमागमस्यापि अन्यतरस्याम् अतः विकल्पेन रूपद्वयं द्रप्ता दत्ता आदौ इडागमस्य करणीयम् अनन्तरमेव अमागमस्य करणीयं सत्यम् अवगतं वा भगिनी विजया भगिनी आं महोदय अत्र अत्र दृप् अस्ति चेत् अत्र दत्त दर्तुं दर्पितव्यम् इति अस्ति अनन्तरम् अत्र द्रप्त द्रप्तुं द्रप्तव्यम् इति भवति अनन्तरम् अत्र इडागमपक्षे रूपं त्रयं भवति अत्र दर्पिता दर्पितुं दर्पितव्यम् इति अस्ति सम्यक् तदेव तदेव समीचीनम् धन्यवादः तदेव महोदय अग्रिमप्रश्नः प्रश्नः तदा तथा खलु ओ उषा भगिनी न पठितवती खलु क्षम्यताम् आम् आम् आं क्षम्यतां विस्मृतवती आं भगिनि भवत्याः कृते अग्रिमप्रश्नः इदानीं प्रश्नः एव आगच्छति अधिकप्रश्नः भगिनी उषा भगिनी नास्ति वा अस्ति खलु उषा भगिनी म्यूटेड् अस्ति कुत्र कुत्रचित् गतवती वा भवान् पठतु महोदय प्रश्नः उदेति यदत्र अनुदात्तस्य चरुदुपदस्य अनतरस्याम् पुगन्तलघुपदस्य च इति बाध्यबाधकभावप्रसङ्गः द्वयोः कः सम्बन्धः इति तृप्योगतव्यत् इति स्थितौ द्वयोरपि युगपत् प्रसक्ति आं सत्यं तत्र तृप् इति अस्ति तव्यत् अत्र द्वयोः एव प्रसङ्गः अस्ति वैरागमः नास्ति चेत् अत्र द्वयोः भवति अपि च पुगन्तलघुपदस्य च इति स्वीक्रियते चेत् अनुदात्तस्य च रुदुपदस्य अनुतरस्यामिति सूत्रस्य निरवकाशत्वं भवति अतः अनुदात्तस्य च ऋतुपदस्य अनतरस्यामिति पुगन्तलघुपदस्य च इति सूत्रं प्रति अपवादभूतम् आं सत्यम् अत्र यदा तर्पिति भवति चेत् तत्र इदानीं तत्र इदानीं ऋतुपद नास्ति अत्र एफ अस्ति उपदायाम् अतः न भवति अतः तस्य अवकाशः न भवति एव अतः निरवकाशः भवति इति निरवकाशत्वं तत्र अपवादस्य बीजं निरवकाशः अपवादस्य बीजमस्ति अतः तत् अपवादभूतसूत्रम् अस्ति अनुदत्तस्य ऋतुपदस्य सूत्रम् अनुतरस्य सूत्रम् अस्तु आहूतवती वा भगिनी क्षम्यताम् ऐ कुडन्ट् अन्म्यूट् ऐ डिडन्ट् हियर् एनिथिङ्ग् सडन्ली क्षम्यतां भगिनी ओ एतद् अवगतं खलु. इदानीं तत्र प्रश्नः अनुदात्तस्य चतुपदस्य अन्यतरस्य पुगन्तलघुपदस्य च बाध्यबाधकभावः. तत्र यदा वयं पुगन्तलघुपदस्य च एव स्वीकुर्मः तदा निरवकाशत्वं भवति. अतः अनुदात्तस्य च द्विपदस्य अन्यतरस्यामिति पुगन्तलघुपदस्य सूत्रं प्रति अपवादः. अस्तु, भवती एव अग्रिमप्रश्नः पठतु. इतोपि प्रश्नाः सन्ति, तदेव उक्तवती. सर्वेभ्यः प्रश्नः अस्ति. आम् अन्यः प्रश्नः उदेति यत् अनुदात्तस्य च ऋद् उपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्यप्रतिषेधः भवति वा पर्युदासप्रतिषेधः भवति वा. ओके, सूत्रार्थः उक्तः यत् उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकितिप्रत्यये परे. ओके, यथा यथा आदेश उपदेशे अशिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्मं न तु शिति. अनुवृत्तिसहितसूत्रम् अस्ति एचः धातोः आत् उपदेशे अशिति. अस्तु, अस्य सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति. उपदेशे एजन्तस्य धातोः आत्वं भवति. उपदेशे एजन्तस्य धातोः आत्वं भवति. स्थिति प्रत्यये परे न भवति. नाम अत्र आत्वस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति. अत्र आत्वस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति. उपदेशे एजन्तस्य धातोः आत्वं भवति. विधानपक्षे किमपि नियमं नास्ति. तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति? उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम्मागमः. ओ, अत्रापि उपदेशे इति अस्ति इत्यनेन उपदेशे अनुदात्तः य, बट् अत्र उपदेशे इति नास्ति खलु? तद् अनुवृत्तिसहितसूत्रे प्रायः. ओ अस्तु, ओ अस्तु, ओ फ्रम् देर् द उपदेशे इति अनुवृत्ति अस्ति. आदेश उपदेशे अशीति इत्यनेन. ओ अस्तु, ओके, 45 खलु, 59 दट् इस् 45 या दिस् इस् 59 समथिङ्ग् 59 बट् देन् द अनुवृत्ति उपदेशे कम्स्. उपदेशे एजन्तस्य ओके विधा ओके दट् वि तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति? उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम्मागमः विकल्पेन भवति जलादौ कृति किति प्रत्यये परे न भवति. एवं वदामः चेत् कः दोषः? अजातिप्रत्यये परे अपि अमागमः भविष्यति. तद्दोषः खलु, इदानीमेव दृष्ट इदानीमेव दृष्टवन्तः. आम् आम् आम् भगिनि, इडागमः अस्ति चेत् अमागमः अपि इति दृष्टवन्तः. यदि एतादृशं स्वीकुर्मः अजादिप्रत्यये परे अपि अमागमः भवति भविष्यति. सो यकारादिप्रत्यये परे अपि अमागमः भविष्यति. यकारादिप्रत्यये परे अपि अमागमः भविष्यति. किमर्थं? जलादिः नास्ति. ओ, जलादिः नास्ति. अस्तु, केवलं न भवति कुत्र? जलादौ किति प्रत्यये परे न भवति इति अस्ति. देन् प्रसज्यप्रतिषेधा इव भवति, बट् परन्तु दट् कण्डिशन् इस् नाट् रैट्. सो परिदास एव ऐ थिङ्क् एतद् वयं गतपाठे चर्चितवन्तः खलु. तत् गतपाठे एव आसीत् खलु. आं भगिनि, वि हव् सीन् जलादि तद्दृश इति पर्युदास. तत् किमपि तत्र वाक्यम् आसीत् खलु तस्मिन् पाठे विधेः तत्र निषेधस्य प्राधान्यम् अस्ति. तत् प्रसज्य विधेः प्राधान्यमस्ति तत्र परिदास इति आम्. परन्तु तत्र किमपि पुनरेकवारं वदतु महोदय, व्हाट डिड ही से भगिनि? निषेधस्य प्राधान्यमस्ति यत्र तत् तत्र प्रसज्य तत्र परिदा प्रसज्य भवति. विधेः प्राधान्यमस्ति तत्र परिदास इति वदामः खलु तत्र बट् निषेधप्रदा प्रधान भवति चेत् आते च उपदेशे अशीति अत्र अशीति तत्र शित् न करणीयम् इति आं भगिनि बट् परन्तु अत्र यङ्ग् लुगन्तस्य कृते वेर् द प्रत्यय आल्सो इस् देर् नार् उपदेशे इत्येव भवति खलु दट् इस् द प्रधानं तत् उपदेशे यङ्ग् लुगन्त यङ्ग् प्रत्ययः लुक् भवति चेत् इति खलु तस्य एव खलु अशीति या यङ्ग् लुगन्त अनुदातस्य चर्द उपदस्य अनितरस्यां विषये वदति यङ्ग् लुगन्त न तु आदेश उपदेशे शिति न न भगिनि आदेश उपदेशे अशीति यङ्ग् लुगन्तस्य कृते अपि यङ्ग् लुगन्त अस्ति चेदपि प्रत्ययः नाट् इवन् बादर्ड् उपदेशे अशीति इत्यनेन विधीयते सदृशः नास्ति तत् यकारादि अस्ति तत् जलादिनास्ति तत्र यदस्ति जल तद्भिन्नः तत्सदृशः भवेत् खलु यकार इति तत्सदृशः तद्भिन्नस्ति परन्तु तद्दृशः नास्ति खलु नो यत् महोदयेन उक्तं निषेधार्थं देन् विसे प्रसज्य प्रतिषेध दट्स् वेन् देन् ऐ वास् थिङ्किङ्ग् इट् वास् दट् डसन्ट् सौण्ड् रैट् फार् उपदेशे उपदेशे याते च उपदेशे अशीति अशीति एव खलु तद् प्रसज्य वा अथवा परिदास इति यथा नयार्थः अस्ति तस्य एव खलु परिदास अथवा प्रतिषेध प्रसज्य इति प्रतिषेध खलु नै इति तस्य एव खलु तत्र उपदेश इत्यस्य तत्र नास्ति खलु तत्र तादृश उपदेश इत्यस्य नास्ति अशीति इति प्रत्ययस्य विषये खलु नयार्थस्य एव यङ्ग् लुगन्ता कृते अपि दट् आत्वम् इष्यते दट् आते च उपदेशे अशीति इत्यनेन आत्मविष्यते इत्यनेन तत्र प्रसज्य प्रतिषेध निषेध नास्ति इति खलु एनिवे लेट् मी थिङ्क् अबौट् इट् सारी भगिनि कमिङ्ग् अप् भगिनि यङ्ग् लुगन्तस्य उदाहरणं परन्तु तद् अनुदात्तस्य चर्दुपदस्य विषये न तु आदेश उपदेशे शिति विषये तत्र तु तदेव अहम् उक्तवती तत्र आदेश उपदेशे शिति इत्यस्य किमपि तत्र भ्रमः एव नास्ति कोऽपि भ्रमः नास्ति एचः धातोः आत् उपदेशे अशिति तद् प्रसज्य एव तत्र किमपि तत्र क्लेशः एव नास्ति तत्र इदानीं तावदेव तत्र तादृशम् अत्रापि स्वीकुर्मः वा इति क्वश्चिन् मार्क् अनुदात्तस्य चतुपदस्य अन्यतरस्य समानरीत्या स्वीकुर्मः वा इति तत्र टेम्प्लेट् तत्र एकः धातुः आत् उपदेशे अस्ति प्रसज्य एव दट् इस् नाट् चेञ्जिङ्ग् अत्र एव निषेधस्य कृते एव इति यत् महोदयेन उक्तं तदेव तद् गतपाठे एव वयं भवती पठतु ऐ विल् सर्च् फार् दट् तत्र गतपाठे एव वयम् एकं वाक्यमपि आसीत् तद्भिन्न तत्सदृश पर्युदास भगिनि पुनः वदतु तत्सदृश इति पर्युदास तत् भिन्नप्रत्ययः भवेत् परन्तु तत् सदृशः भवेत् अपि विधेः प्राधान्यं भवेत् अत्र प्रत्ययः भवेत् इति तत् कोऽपि प्रत्ययः भवेत् विधेः प्राधान्यम् अस्ति चेत् सामान्यतः सामान्यनियम परिदास इति खलु तत्र निषेधस्य प्राधान्यमस्ति तत्र प्रसज्य इति तदेव मनसि मम स्थापितमस्ति तत्र अन्यथा क्लेशः भवति इति गतपाठे नास्ति वा कस्मिन् पाठे दृष्टवन्तः अमापि तद् क्लेशः एव परन्तु वयं दृष्टवन्तः अहं चिन्तितवती गतपाठे एव आसीत् इति तत्र नास्ति वा तत्र इदानीमेव पठितवन्तः खलु लुट् लकारे नास्ति वा कुत्रचित् वयं तत्र एतद्वयमपि स्वीकर्तुं शक्यते परन्तु तादृशभ्रमः भवति तदा व्याख्यानं दृष्ट्वा एव एतत् प्रसज्य अथवा परिदास इति कर्तव्यं भवति कुत्रचित् तादृशस्थितिः अपि भवति प्रसज्य वयं यत् वाक्यं दृष्ट्वा सूत्रं दृष्ट्वा वयं ज्ञातुं न प्रभवामः खलु तत्र एतत् प्रसज्य अथवा परिदास वा इति सत्यं तत्र कुत्रचित् अपि वयं दृष्टं मया एतत् कापि पेस्ट् एव अस्ति गतपाठस्य यङ्ग्लुगन्तस्य उदाहरणं स्वीकुर्मः अनेन प्रश्नः उदेति सर्वं गतपाठस्य कापि पेस्ट् एव अस्ति परन्तु तद् तद्भिन्न तत्सदृश इति किं कुत्रापि तत्र उदाहरणं इदानीं नयत्तस्य तत्र भिन्नभिन्न अस्ति इति षडर्थाः नञर्थस्य षडर्थाः तद् अहं तद् गूगल् सर्च् मध्ये एव लभ्यते अपि अस्ति तत्रादृश नयर्थस्य कुत्रचित् दट् प्रातिपदिकं दट् we did the pratipadika definition krutadida samasasya and that purvam what is that sutra that we did as paryudasa bagini aam idan satyam arthavat adhatu apratyeha pratipadikam For that sutra, we did that as an example for Paryudasa and Ateja Upadeshi Ashiti as Prasajya. Tatra Parishishtam iti kutrapi asi tatra gatva vayam patitavantaha kalu. Artavat adhatu aprateha. Prateha prapadikam satya. Nai artaha shad prakirti taha iti kutrapi asi tatshlokam api maya. अस्तु एतत् प्रथमं पठामः अनन्तरम् अहम् अन्वेषणं करोमि आं भगिनि यज्ञुगन्तस्य उदाहरणं समासवर्गे वयं दृष्टवन्तः भगिनि षडार्थाः इति वा अहं तु तत्र साहित्यवर्गे दृष्टवती तत्र वयं श्लोकं न दृष्टवन्तः परन्तु षडार्था श्लोकम् अस्ति प्रकीर्तिताः इति तत्र षडर्थाः अस्तु अग्रे पठामि वा भगिनि यङ्लुगन्तस्य उदाहरणं स्वीकुर्मः तृप् धातोः यङ्लुकि आतिदेशिकधातुः भवति तरि तृप् तृप् यङ्लुकि आतिदेशिकधातुः भवति तरि तृप् यङ्ग् लुक् तरि तृप् ईकारः भवति लटि तरि तृप् योगः ति अनुदात्तस्य चरुद् उपदस्य अन्यतरस्याम् इत्यनेन विकल्पेन अम्मागमः भवति तरि तृप्ति यस्मिन् पक्षे अम्मागमः न भवति तस्मिन् पक्षे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति तरि तर्प्ति ओ अमागमः भवति चेत् तरि अण्ड् देन् द तृ योगः अयोगः सो देन् यण् सन्धि तरि तृप्ति अण्ड् देन् पुगन्तलघुपदस्य च इत्यनेन गुणः भवति चेत् तरि तृप् तृप् इत्यस्य गुणः अर् ओके तरि तर्प्ति अधुना लोटि तरि तृप् योगः आनि अनुदात्तस्य च अनुदात्तस्य च ऋद् उपदस्य अन्यतरस्याम् चेत् उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम्मागमः विकल्पेन भवति अत्रापि अम्मागमः विकल्पेन भविष्यति तरितृपयोगः आनि ओके देन् ऋद् उपदस्य अन्यतरस्य उपदेश अनुदात्तः अम्मागमः विकल्पेन भवति अम्मागमः विकल्पेन भविष्यति तरित्रपाणि ओके यत् अनिष्टम् ओ ऐ सि अतैव विधिलिङ्गि अकित् इति स्वीकृतं खलु तत्र जलादि इति जलादि अकित् एकमेव वाक्यं यदा स्वीकुर्मः यदा आदेश उपदेशे शिति अत्रापि स्वीकुर्मः चेत् एतादृश एतादृशी आपत्तिः आगच्छति इति चेत् जलादि कित् प्रत्ययपरे न भवति इति तावदेव क्लेशः भवति तथैव मिथिलिङ्गि यकारादिप्रत्ययपरे अमागमः भविष्यति तर्हि तृप्योगः यात् यात् इति ओके तेन् अमागमः भविष्यति यकारादिप्रत्ययपरे अपि तर्हि तृप्यात् इति भवति एतदपि अनिष्टरूपम् नास्ति इति कृत्वा जलादि नास्ति जलादि कित् नास्ति इति कृत्वा तत्र अमागमः भवितुमर्हति इति तादृशार्थः भवति अनिष्टम् एतदपि अनिष्टं रूपम् ओके कुत्र न भविष्यति परः स्थितः प्रत्ययः जलादि कित् अस्ति चेदेव अम्मागमः परः स्थितः प्रत्ययः जलादिः कित् अस्ति चेदेव अम्मागमः न स्यात् तत् तदेव आपत्तिः भवति तत्र तादृशं प्रसज्य वयं न स्वीकर्तुं शक्नुमः इत्येव निष्कर्षः प्रसज्य स्वीकुर्मः चेत् एतादृश आपत्तिः भवति एतादृशी लोट् दट् आनि गिव्स् लाट् आफ् इट् तरित्रपाणि इति भवति अस्तु महोदय प्रायः भगिनि क्षम्यता प्रसज्य प्रत्यच्छेदपरिदश वयं क्लास् 159 अत्र वयं 159 इत्युक्ते 159 इत्युक्ते किं भगिनि क्लास् नम्बर् भगिनि वर्गस्थदम् आदि अस्ति 1 2 इति गोविनो अस्माकं 159 इति वर्गसङ्ख्या वा अवर् क्लास् नम्बर् वा भगिनि 159 कुत्र अस्ति सङ्ख्या अस्ति वा अस्माकं नास्ति खलु 159 क्लास् रेकार्डिङ्ग् मध्ये वा ध्वनिमुद्रणम् अस्माकं ध्वनिमुद्रणम् अस्ति ओ 159 अस्तु अस्तु ओके ओके 159 अहमेव पुनः शृणोमि किम् उक्तवती 159 अस्ति परिदासः प्रसज्य प्रतिषेधः 2022 4:30 इदानीं कृतवन्तः तदेव मम इदानीमेव कृतवन्तः अस्माभिः पठितः तत्र actaday.com अपि स्वीकृतः ततः पठितं सर्वं पठितं सर्वं विस्मृतमपि इट् सीम्स् टु बि लैक् इट् वी हव् टु रीड् दिस् सो मेनी टैम्स् दिस् तत्र यदा पठामः तदा चिन्तयामः यद् अवगतम् इति लुट्लकारपाठे एव पठितवन्तः वा इति चिन्तयामि लुट्लकारस्य पाठे वा तस्मात् इडागमस्य न लुट्लकारपाठे एव वयं पठितवन्तः इति चिन्तयामि अस्तु पश्यामः अस्तु महोदय भवान् पठतु हा तत्र 278 277 278 सेम् थिङ्ग् सत्यं 277 द प्रीवियस् क्लास् द प्रसज्य प्रतिशत देर् अप् देर् टु बिगिन् 277 आल्सो अस्ति 6th जून् मन्त् एव कृतवन्तः आगस्ट् सेप्टेम्बर् मन्त् विस्मृतवन्तः अस्तु अहं शृणोमि पुनः तद् किमपि तत्र अस्तु 277 278 सम्यक् आं महोदय भवान् एकः परिचयः पठ नूनं खलु नूनं ततः खलु नूनं सार्वधातुकलकारेषु कोऽपि कित् प्रत्ययः एव नास्ति, यतः यङ्ग्लुकि लटि लोटि लङ्गि विधिलिङ्गि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अमागमः भविष्यति. अस्तु, तत्र सार्वधातुकलकारेषु कोऽपि कित् प्रत्ययः एव नास्ति खलु, तत्र कित् प्रत्ययः नास्ति खलु, तत्र कुत्रचित् नास्ति, नित् अस्ति परन्तु कित् नास्ति. अनेन महती समस्या. अस्याः समस्या निवारणार्थं प्रसद्यप्रतिषेधः न भवेत्, अपि तु परिदास एव स्वीकर्तव्यः. अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः, स च प्रत्ययः जलादि भवेत्, कित् न स्यात्. अनेन अजादिप्रत्ययः यकारादिप्रत्ययः च निवार्यते. अस्तु, तत् जलादि भवेत्, जलादि तत् सदृशः भवेत्, परन्तु तद्भिन्नः इत्युक्ते अकित् इति, जलादि भवेत् परन्तु तत् सदृश तद्भिन्नं जलादि कित् न स्यात् इति तद्भिन्नः, तर्हि जलादि अकित् अजादिप्रत्ययः यकारादिप्रत्ययः अनेन निवार्यते. तथा परिदासप्रतिषेधः स्वीकुर्मः चेत् अजादेः अपि यकारादिप्रत्ययानां निवारणं भवति इति इति अस्ति. इतोपि अन्य प्रश्नः अस्ति वा? अस्तु, इतोपि प्रश्नः अस्ति. ओ, अहं चिन्तितवती तदेव. अस्तु, तदपि पठतु महोदय, अनन्तरं समापयामः. अन्यः प्रश्नः उदेति, इडागमः अन्नगमः, एतत् अहं अस्माभिः चिन्तितम्. अस्तु, द्वयोः मध्ये कस्य विधानं प्रथमं? रदादिभ्यश्च इत्यनेन रद् नश तृप दृप दृः मुः स्नुः स्निः इत्येभ्यः धातुभ्यः वलादेः आर्धातुकस्य इड् वा स्यात्. अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदात्तः यः ऋतुपदः तस्य अमागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. अस्तु, तत् जलादौ अकिति प्रत्यये परे एव अमागमः भवति विकल्पेन इति. द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव. रदादिभ्यश्च च परसूत्रम्, अतः अत्र परसूत्रमस्ति द्वितीयपादस्य सप्तमाध्यायद्वितीयपादस्य पञ्चचत्वारिंशत्तमं सूत्रमस्ति, परसूत्रमस्ति. अतः प्रथमम् इडागमः, तदा एव अमागमः परिशीलनीयः. किमर्थमिति चेत् तत्र इडाग भवति चेत् तत्र जलादित्वं नश्यते. अतः अस्तु, अतः अमागमः न कर्तुं शक्यते. तदा एव अमागमः परिशीलनीयः. अन्यच्च प्रथमम् अमागम आनीयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तव्यत्वं सिक् इति प्रत्ययः जलादयः एव. अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति. अस्तु, इदानीं जलादि अस्ति, तत्र तव्यत्वमुन् इति जलादि अस्ति इति कृत्वा आदौ इडागमात् पूर्वमेव वयं कुर्मश्चेत् स्थलभिन्नमस्ति, अतः कर्तुं शक्यते. तदादृश कृतं चेत् समस्या भवति. तदा अमागमानन्तरम् इडाग भवति चेत् अत्र इडागविधानसूत्रे अमागमदातो अस्ति न वा इति प्रसङ्गे किमपि नोक्तम्. अतः अमागम अस्ति चेदपि इडागमविधानं भवति एव. अस्तु, इडागमविधानं भवति एव, नित्यमस्ति तत्र. तस्य अमागम अस्ति वा इति तस्य आवश्यकता नास्ति इडागमस्य कृते. तस्य निवारणार्थं रदादिभ्यश्च इति परसूत्रम्, अनेन प्रथमम् इडागमः, अनेन इडागमः यत्र भवति तत्र प्रत्ययः जलादिः नास्ति, तस्मात् तत्र अमागमः न भवति, यतोहि प्रत्ययः जादिः. प्रथमम् इडागमविधानं भवति चेदेव अनुदात्तस्य ऋतुपदकन्नतरस्याम् इत्यस्य निमित्तं जलादि अकित् प्रत्यये परे व्यवहारे आगच्छति. अस्तु, तर्हि तत्र इडागम सहितरूपं प्रथमं करणीयम्, अनन्तरमेव इडागमरहितरु वैकल्पिकरूपमस्ति, तदा एव अमागमस्य वैकल्पिकत्वं कर्तुं शक्यते. किमर्थम्? अमागम अस्ति चेत् अनन्तरं यदि इडागमात् कृतं चेत् तत्र अमागमस्य तत्र अमागम इदानीं जलादेव एव भवेत्, तत्र क्लेशः भवति इति. अतः अपि च इडागमसूत्रं फलसूत्रमस्ति, रदादिभ्यश्चित् सूत्रमस्ति, यत् विकल्प इडागमः भवति तत् परसूत्रमस्ति. अतः परसूत्रस्य प्रकारेण आदौ इडागमः करणीयः, अनन्तरं तत् अमागमः करणीयः इति अस्ति. रदाद्वस्य वैकल्पिकमस्ति, तद् वैकल्पिकरूप अनेत् पक्षे तत्र अमागमः विकल्पेन समीचीनम्. अवगतं वा? अवगतं भगिनि. तदेव कथं प्रथमम् अमागमः वा प्रथमम् इडागमः वा इति चिन्तनम्. इडागमः प्रथमं कृत्वा अनन्तरं तत्र अमागमस्य चिन्तनं करणीयम् इति अन्ते वदतु भगिनि. अत्र सार्वधातुकप्रत्यये सार्वधातुकलकारेषु कोऽपि चित् प्रत्ययः एव नास्ति, परन्तु चित् अन्यत् अस्ति चित् भवति इति वयं गुणनिषेधस्य कृते खलु नित् भिन्ना कित् भिन्ना अस्ति खलु, तत्रापि आरोपयामः सार्वधातुकम् अपित् नित्वत् नित् कित् भवति. ओके कित्वत् कुत्रापि नास्ति खलु तत्र अस्ति आशीर्लिङ्गि वयं दृष्टवन्तः कित् अस्ति खलु तत्र कित् भवति खलु कित् कित्त्वं भवति खलु आशीर्लिङ्गि वयं दृष्टवन्तः. सो सार्वधातुकलकारः सार्वधातुकलकारः इति लट् लोट् लङ् विधिलिङ्ग् चत्वारः तत् शत्र शाणच् समीचीनं. तत्र कित् कुत्रापि कित् नास्ति, तिङ् प्रत्ययः अष्टादश तत्र कित् नास्ति, शत्र शाणच् इत्यत्रापि शत्रु अत् शाणच् आन तत्रापि कित् नास्ति. अस्तु अवशिष्टेषु कित् भवति मध्ये अपि तत्र तत्र विकरणप्रत्यये आगच्छन्ति ते ते अपि कित् न सन्ति खलु तेषु अपि शप्पु कित् परन्तु कित् नास्ति परन्तु सत्यं शप्पुष्यन् नम् किमपि कित् नास्ति. अनन्तरं तत्र लङ् अपि लङ् लोटो लङ् तत्रापि किमपि नास्ति, तत्र कित्तेव सत्यं, परन्तु कित्त्वं किमपि कुत्रापि न सत्यं सत्यं सम्यक् तदेव. गुप्पु धातुः अग्रिमसप्ताहे पठामः. तत्र अद्य बहु प्रश्नाः बहवः प्रश्नाः आसीत्. गुप्पु धातुः प्रश्नः अस्ति वा? किमपि नास्ति अत्र. तद् रेकार्डिङ्ग् द्वयं शृणुमः अग्रिमसप्ताहात् पूर्वं 277-78. धन्यवादः महोदय. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.